पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 49 नारद उवाच केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति ब्रह्मोवाच शयनीयात् समुद्धाय रात्र्यं शेद्विजसत्तमः देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम् गोविन्दं माधवं कृष्णं हरिं दामोदरं तथा नारायणं जगन्नाथं वासुदेवमजं विभुम् सरस्वतीं महालक्ष्मीं सावित्रीं वेदमादरं ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्चक्रहांस्तथा शङ्करं च शिवं शम्भुमीश्वरं च महेश्वरं गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवां पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः पुण्यश्लोको च वैदेही पुण्यश्लोको युधिष्ठिरः अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः कृभः परशुरामश्च सप्तैदे चिरजीविनः एतान्यस्तु स्मरेन्नित्यं प्रादरुद्धाय मानवः ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः सहृदुच्चरिते तात सर्वयज्ञफलं लभेत गवां शतसहस्राणां दानस्य फलमश्नुदे ततश्चापि शुचौ देशे मलमूत्रं परित्यजेद दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः परदो दन्तकाष्ठं च तृणैरुदुम्बरादिभिः अधः परं च सन्ध्यायां संयतश्च द्विजो भवेद पूर्वाह्ने रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकां सायं सरस्वतीं कृष्णां द्विजोऽध्यायेद्यथाविधि ततः समाचरे स्नानं यथा ज्ञानेन यत्नदः अङ्गं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्तदः शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः बाह्वो पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा एकालिङ्गे गुदे तिस्रस्तथा वामकरे दश उभयोः सप्तदातव्या मृदशुद्धिमपीप्सदा अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया पूर्वसञ्चितम् अनेनैव दुमन्त्रेण मृत्तिकां यस्तनौ क्षिपेद सर्वपापक्षयस्तस्य शुचिर्भवति मानवः ततस्तु देव पूर्वेण स्नानं कुर्याद्विचक्षणः नदे नद्यां तथा कूपे पुष्करिण्यां तडागके जलराशौ च वप्रे च खडस्नानं तथोत्तरं कारयेद्विधिवन्मर्त्य सर्वपापक्षयाय च प्रातस्नानं महापुण्यं सर्वपापप्रणाशनं यकुर्यात् सततं विप्रो विष्णुलोके महीयते प्रातःसन्ध्यासमीपे च यावद्दण्डचतुष्टयं तावत् पानीयममृतं पितॄणामुपतिष्ठते परतो खडिकायुग्मं यावद्यामैकमाह्निकं मधुतुल्यं जलं तस्मिन् पितॄणां प्रीतिवर्धनं तदस्तु सार्धयामैकं जलं क्षीरमयं स्मृतं क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम् अधः परं च पानीयं यावद्धि प्रहरत्रयं तत्परं लोहितं प्रोक्षितं यावदसङ्गदो रविः चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत् पितॄन् तत्त्वयं रक्षसामेव ग्रहणेन विना स्मृतं पानीयं सर्वसिद्ध्यर्थं पुरैव निर्मितं मया रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरन्धराः न प्राप्नुवन्ति पितरो ये च लोकान्तरं गताः दुष्प्राप्यं सलिलं तेषां हृदे स्वान्मर्त्यवासिनः तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः बन्धुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः नारद उवाच जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि यथा जानामि देवेश तत्त्वदो वक्तुमर्हसि ब्रह्मोवाच जलस्य देवता विष्णु सर्वलोकेषु गीयते जलपूतो भवेद्यस्तु विष्णोस्तच्छङ्करो भवेद् जलं गण्डूषमात्रं तु पीत्वा पूतो भवेन्नरः विशेषात् कुशसंसर्गात् पीयूषादधिकं जलं सर्वदेवालयो दर्भो मयायं निर्मितः पुरा कुशमूले भवेद्ब्रह्मा कुशमध्येदु केशवः कुशाग्रे शङ्करं विद्धि कुश एते प्रतिष्ठिताः कुशहस्तः सदा मेध्यस्तोत्रमात्रं पठेद्यदि सर्वं सदगुणं प्रोक्तं तीर्थे सहस्रमुच्यते कुशा काशास्तथा दूर्वा यवपत्राणि व्रीहयद बल्वजा पुण्डरीकाश्च कुश्याः सप्त प्रकीर्तिताः अनुपूर्येण मेध्यासु कुशा लोके प्रतिष्ठिताः विना मन्त्रेण यस्नानं सर्वं तन्निष्फलं भवेद् आमृतात् स्वादुतामेदि संस्पर्शाच्च तिलस्य च तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः दशभिश्च तिलैस्तावत् पितॄणां प्रीतिरुत्तमा अग्निस्तम्भभयाद्देव न चेच्छन्त्यधिविस्तरं स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदभै पितॄन् नीलपण्डविमोक्षेण त्वामावश्या त्रिलोदकैः वर्षासु दीपदानेन पितॄणामनृणो भवेद् वत्सरैक ममायां तु तर्पयेद्यस्तिलै पितॄन् विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत् पितॄन् उक्तं यद्वाप्यमायां तु तस्माच्छद गुणाधिकम् अयेन विशुवे चैव राकामायां तथैव च तर्पयित्वा पितुर्व्यूहं स्वर्गलोके महीयते तदा मन्वन्तराख्याया मन्यस्यां पुण्यसंस्थितौ ग्रहणे चन्द्रसूर्यस्य पूर्णतीर्थे गयादिषु तर्पयित्वा पितृन्यादि माधवस्य निकेतनं तस्मात् पुण्याकं प्राप्य तर्पयेत् पितृसञ्चयं तर्पणं देवतानां च पूर्वं कृत्वा समाहितः अधिकारी भवेत् पश्चात् पितॄणां तर्पणे बुधः श्राद्धे भोजनकाले च पाणिनैकेन दापयेद् उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत् पितॄन् तृप्यतामिति वाक्येन नाम गोत्रेण वै पुनः अकृष्णैर्यस्तिलैर्मोहात्तर्पयेत् पितृसञ्चयं भूम्यां ददाति यतपो दादा चैव जले स्थितः वृथा तद्दीयते दानं नोपतिष्ठति कस्यचिद् स्थले स्थित्वा जले यस्तु प्रयच्छे दुदकं नरः नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम् आर्द्रवासजले यस्तु कुर्यादुदकदर्पणं पितरस्तस्य तृप्यन्ति सह देवै सदानक रचकैः क्षालिदं वस्त्रमशुद्धं कवयो विदुः हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति शुष्कवासा शुचौ देशे स्थाने यत्तर्पयेत् पितॄन् ततो दशगुणेनैव तुष्यन्ति पितरो ध्रुवं स्नानं सन्ध्यां च पाषाणे खड्गे वा ताम्रभाजने तर्पणं गुरुदे यस्तु प्रत्येकं च शताधिकं रौप्याङ्गुलीयं तर्जन्यां धृत्वा यत्तर्पयेत् पितॄन् सर्वं च शतसाहस्रगुणं भवति नान्यथा तथैवान्नामिकायां तु धृत्वा स्वर्णाङ्गुलीं बुधः तर्पयेत् पितृसन्दोहं लक्षकोटिगुणं भवेद् अङ्कुष्टदेशिनी मध्ये सव्यहस्तस्य खड्गकं धृत्वा नामिकया रत्नं मञ्चले रक्षयं फलं स्नानार्थमभिगच्छन्तं देवा पितृगणैः सह वायुभूतानुगच्छन्ति तृषार्था सलिलार्थिनः निराशास्ते निवर्तन्ते वस्त्रनिष्पीडनेन च तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणं तिस्रकोट्योर्धकोटि च यानि लोमानि मानुषे स्रवन्ति सर्वतीर्थानि तस्मान्न परिपीडयेद् देवा पिबन्ति शिरसि श्मश्रुतः पितरस्तथा चक्षुषोरपि गन्धर्वा अधस्तात् सर्वजन्तवः देवा पितृगणाः सर्वे गन्धर्वा जन्तवस्तथा स्नानमात्रेण तुष्यन्ति स्नानात् पापं न विद्यते नित्यस्नानं च यः कुर्यात् स नरः पुरुषोत्तमः सर्वपापैर्विनिर्मुक्तो नाकलोके महीयते स्नानं तर्पणपर्यन्तं देवा महर्षयो विदुः अधः परं च देवानां पूजनं कारयेद्बुधः गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवं शिवं च कृत्यकामार्थं सर्वकामाय चण्डिकां देवांस्तु पूजयित्वादु वैश्वदेवबलिं चरेद वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणं देवानां सर्वसत्त्वानां पुनस्त्रिविष्टपं व्रजेद गदा गदं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवं तस्मात् सर्वप्रयत्नेन नित्यं कर्माणि कारयेद नारद उवाच किमर्थं च जलं तादेवा पितृगणैः सह न प्राप्नुवन्ति सर्वज्ञ लभन्ते मानवा यथा ब्रह्मोवाच पुरा सृष्टं मया तोयं सर्वदेवमयामृतं तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः ग्रन्थिते पितरं देवमस्मद्वाक्यानमानुषम् पशवपक्षिणः क्रीडामर्त्यलोके व्यवस्थिताः मर्त्यजाताश्च देवाये तथैव मानुषा ध्रुवं तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः अस्नायीजमलं भुङ्क्ते अचपि पूयशोणितम् अकृत्वा तर्पणं नित्यं पितृः चोपजायते ब्रह्म हत्यासमं पापं देवानामप्यपूजने सन्ध्याकृतमकृत्वा च सूर्यं हन्ति च पापकृत नारद उवाच ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम् इतरेषां च वर्णानां प्रवृत्तमखिलं वद ब्रह्मोवाच आचाराल्लभते चायुराचाराल्लभते सुखम् आचारात् स्वर्गं मोक्षं च आचारो हन्त्यलक्षणम् अनाचारो हि पुरुषो लोके भवति निन्दितः दुःखभागी च सततं व्याधितोल्पायुरेव च नरके नियतं वासो ह्यनाचारान्नरस्य च आचाराच्च परं लोकमाचारं शृणु तत्त्वदः गोमयन गृहे नित्यं प्रकुर्यादुपलेपनं प्रक्षालये तदपीडं काष्ठं पात्रं शिलातलं भस्मना कांस्यपात्रं तु ताम्रमम्लेन शुध्यति शिलापात्रं तु तैलेन फालङ्गो वालकेन तु स्वर्ण रौप्यादिपात्रं तु जलमात्रेण शुध्यति अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु खननात् दाहनाच्चैव उपलेपेन धावनाद पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च भस्माभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा शय्याभार्या शिशुर्वस्त्रमुपवेदं कमण्डलुः आत्मनः कदिदा शुद्धा न परेषां कदाचन न भुञ्जितैकवस्त्रेण न स्नायादेकवाससा न धारयेत् परस्यैवं स्नानवस्त्रं कदाचन संस्कारं केशदन्तानां प्रादरेव समाचरेद गुरूणां च नमस्कारं नित्यमेव समाचरेद हस्तपादे मुखे चैव पञ्चार्द्रो भोजनं चरेद पञ्चार्द्रकस्तु भुञ्जानशतं वर्षाणि जीवति देवतानां गुरुराज्ञां स्नादकाचार्ययोरपि नाक्रामेत् कामतच्छायां विप्रस्य दीक्षितस्य च गोगणं देवदं विप्रं हृदं मधु चतुष्प्रदं प्रदक्षिणं प्रगुर्विदप्रख्यातांश्च वनस्पतीन् गो विप्रवग्नि विप्रौ च विप्रौ द्वौ दम्पती तथा तयोर्मध्ये न गच्छेद स्वर्गस्थोऽपि पदे ध्रुवम् उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुं स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकं त्रीणि तेजांसि नोच्छिष्ट उदीक्षेद कदाचन सूर्याचन्द्रमसावेवं नक्षत्राणि च सर्वशः नेक्षेद्विप्रं गुरुं देवं राजानं यदीनां वरम् योगिनं देवकर्माणं धर्माणां कथकं द्विजं नदीनां च प्रतीरे च पत्युश्च सरितां तथा यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके शरीरस्य मलत्यागं न कुर्यात् जीवने तथा विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च न क्षौरं कारयेद्धीरकुञ्जस्याग्नि कदाचन मलं न धारयेद्दन्दे नखं न वदने क्षिपेद तैलाभ्यङ्गं न कुर्वीद वासरे रविभौमयोः स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनं न हरे श्रोत्रियस्वं च देवस्यापि गुरोरपि राज्ञस्तपस्विनां चैव पङ्गोरन्धस्य योषितः पन्थादेयो ब्राह्मणाय गोभ्यो राजभ्य एव च रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च विवादं न च कुर्वीद नृपविप्र चिकित्सकैः ब्राह्मणं गुरुपत्नीं च दूरतः परिवर्जयेद् पतितं कुष्ठसंयुक्तं चाण्डालं च गवाशिनं निर्धूतं ज्ञानहीनं च दूरतः परिवर्जयेद् स्त्रियं दुष्टां च दुर्वृत्तामपवादप्रदायिनीं कुकर्मकारिणीं दुष्टां सदैव कलहप्रियां प्रमत्तामधिकाङ्गीं च निर्लज्जां बाह्यचारिणीं व्ययशीलामनाचारां दूरदः परिवर्जयेद मलिनां नाभिवन्देद गुरुपत्नीं कदाचन न स्पृशेत्तां च मेधावी स्पृष्ट्वा स्नानेन शुध्यति स तया सह केलिं च वर्जये च सदैव हि शृणुया च वजो नूनं न पश्ये च गुरोस्त्रियं वधूं पुत्रस्य भ्रातुश्च स्वपुत्रीं युवतीं ध्रुवम् अन्यां च गुरुपत्नीं च नेक्षे स्पर्शं न कारयेद् ताभिः सह कथालापं तथा भ्रूभङ्गदर्शनं कलकं निस्त्रपां वाणीं सदैव परिवर्जयेद् न दद्या च सदा पादं तुषाङ्गारास्ति भस्मसु कर्पासास्तिषु निर्माल्ये चितिकाष्ठे चिदौ गुरौ शुष्कमीनं न भक्षेद पूदिगन्धिममेध्यकम् विघसं चान्यदुच्छिष्टं पाकार्थं च परस्य च न स्थातव्यं न गन्तव्यं क्षणमप्य सदा सह न तिष्ठेच्च क्षणं धीरो दीपच्छाये कलिध्रुमे अस्पृश्यैः सह चालापं पदिधैः कुपितैः सह न कुर्याक्षणमात्रं तु कृत्वा गच्छेच्च रौरवं कनिष्ठं नाभिवन्देद पितृव्यं मातुला तथा उद्धाय चासनं दद्यात् कृताञ्जल्यग्रधस्थितः तैलाभ्यक्तं तद्धोच्चिष्टमार्द्रवस्त्रं च रोगिणम् पारावारगतोद्विग्नं वहन्तं नाभिवादयेद यज्ञस्यान्तर्गतं नष्टं क्रीडन्तं स्त्रीजनैः सह बालक्रीडागतं चापि पुष्पयुक्तं कुशैर्युतं शिरप्रावृत्य कर्णौ वा अप्सु मुक्तशिखोऽपि वा अकृत्वा पादयोः पूजां नाचा मे दक्षिणामुखः उपवेदविहीनश्च नग्नको मुक्तकच्छकः एकवस्त्रपिधानश्च आचान्दो नैव शुध्यति मध्यमाभिर्मुखं पूर्वं तिसृभिः समुपस्पृशेत् अङ्गुष्ठदेशिनीभ्यां च नासां च तदनन्तरम् अङ्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेद कनिष्ठाङ्गुष्ठ त कश्रोत्रे नाभिर्मङ्गुष्टकेन दु तलेन हृदयं न्यस्य सर्वाभिर्मस्तकोपरि बाहूच्चाग्रेण संस्पृश्य तदशुद्धो भवेन्नरः अनेनाशमनं कृत्वा मानवः प्रयदो भवेद् सर्वपापैर्विनिर्मुक्तस्वर्गं चाक्षयमश्नुदे प्राणस्त्रिपुडशृङ्ग्या च व्यानोपानश्च मुद्रया समानस्तु समस्ताभिरुदानस्तर्जनीं विना नागकूर्मश्च कृकरो देवदत्तो धनञ्जयः उपप्रीणं तु ते प्रीता येभ्यो भूमौ प्रदीयते शयनं चार्द्रपादेन शुष्कपादेन भोजनं नान्धकारे च शयनं भोजनं नैव कारयेद् पश्चिमे दक्षिणे चैव न कुर्याद्दन्तधावनम् उत्तरे पश्यमे चैव न स्वपेद्धि कदाचन स्वप्नादायुः क्षयं याधि ब्रह्मः पुरुषो भवेत् न कुर्वीत तदः स्वप्नं षष्ठं च पूर्वदक्षिणम् आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः श्रियं प्रत्यङ्मुखो भुङ्क्ते यशो भुङ्क्त उदङ्मुखः प्राच्यां नरो लभेदायुर्याम्यां प्रेदत्वमश्नुदे वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे देवानामेकभुक्तं तु द्विभुक्तं स्यान्नरस्य च त्रिभुक्तं प्रेददैत्यस्य चतुर्थं कौणपस्य च निरामिषम् अविर्देवा मत्स्यमांसादिमानुषाः पूदिपर्युषितं दुष्टमन्ये भुंशं त्यनावृतः स्वर्गस्थितानाः जीवलोकचत्वारि तेषां हृदये च सन्ति दानं प्रशस्तं मधुराजवाणी देवार्चनं ब्राह्मणदर्पणं च कार्पण्यवृत्तिस्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः अतीवरोषा कडुकाजवाणी नरस्य चिह्नं नरकागतस्य नवनीतोपमावाणी करुणाकोमलं मनः धर्मबीजप्रसूदानामेदत्प्रत्यक्षलक्षणं दया दरिद्रहृदयं वजक्रकजकर्कशं पापबीजप्रसूदानामेदत्प्रत्यक्षलक्षणं श्रावये शृणुयाद्वापि सदाचारादिकं नरः आचारादेव फलं लब्ध्वा पापात् पूदोच्यदो दिवि इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे सदाचारवर्णनं नामैकोनपञ्चाशोऽध्यायः ॐ